गतरविवासरे तुदादिगणे इतोपि विशेषधातवः इति विषये अस्माकं चर्चा जाता। तत्र किञ्चित् एव अवशिष्टमस्ति, तत् समाप्य अग्रे गच्छामः। इदानीम् अग्रे नूतनपाठः अस्ति चुरादिगणः, परन्तु तस्मात् पूर्वं किञ्चित् अवशिष्टमस्ति, तद् समापयामः। तर्हि गतरविवासरे तुदादिगणे इतोपि विशिष्टधातवः इति विषये अस्माभिः धात्वादेशः इति पठितं, तदनन्तरं धात्वादेशानन्तरम् अस्माभिः किं पठितम्? अस्माभिः एकनिमिषः, धात्वादेशः इति अस्माभिः पठितं, तदनन्तरं सम्प्रसारणम् इति अस्माभिः पठितं, सम्प्रसारणः धातवः के के सन्ति इति अस्माभिः पठितं, तदनन्तरं नुमागमः इति विषये अस्माभिः पठितं। तर्हि तत् इदितो नुम् धातोः इति सूत्रमस्ति, परन्तु नुमादिगणे मुचादिगणः इति अस्ति, मुचादिगणे षे मुचादीनाम् इति विशिष्टसूत्रेण नुमागमो भवति। तर्हि तत्र इति एकं कार्यमस्ति। तदनन्तरम् अस्माभिः पठितं यत् गूपु धूप विचि पणि पणिनिभ्यः इति आयः इति सूत्रेण स्वार्थे एव विच् धातु कृते आयप्रत्यये आगच्छति। तर्हि तत्र सूत्रे गूपु धूप विच्छ पणपन इति पञ्चधातवः सन्ति, तत्र विच्छधातुः एव अस्ति यत् तुदादिगणे अस्ति, अन्ये सर्वे धातवः अस्माभिः भवादिगणे पूर्वमेव पठिताः। तर्हि अधुना एकमेव विषयः अवशिष्टः अस्ति, विकरणप्रत्ययः विकल्पः। तर्हि वयं जानीमः खलु यथा भवादिगणे सामान्यतया सर्वत्र विकरणप्रत्ययः शप् अस्ति, परन्तु कुत्रचित् विकल्पेन अन्यप्रत्ययः अपि आगच्छति, तथैव तुदादिगणे अपि केचन धातवः सन्ति यत्र विकल्पेन अन्यप्रत्ययः, यः षप्रत्ययः अस्ति तत्तु न, परन्तु अन्यविकरणप्रत्ययः अपि आगन्तुं शक्नोति। तस्मिन् विषये चर्चां कुर्मः इदानीं। तर्हि मीना महोदय पठतु। विजया महोदय पठतु। आं जि, तत्र विकर्णप्रत्ययः विकल्पः एकः एव किमपि न श्रूयते वा? श्रूयते भगिनि, श्रूयते, अधुना न श्रूयते। विजया महोदय पठतु। वा ब्राश् ब्लाश् ब्रमु चलने क्रम क्लम् त्रस् त्रुत् लश् एतेभ्यः शन् विकल्पेन भवति कर्तृके प्रत्यये परे। दाश ब्राशः च ब्लाशः च भ्रमः च भ्रमुः च क्रमुः च क्लमुः च त्रिश् तरिस्थः च त्रुटिः च लश् च तेषां समाहारद्वन्द्वः ब्राश् ब्लाश् ब्रह्म चलने क्रम् क्लम् प्रसृत् लशं त्रिति लश् तस्मात् ब्राश् ब्लाश् ब्रह्म चलने क्रम् क्लम् प्रसृत् लशः वा अव्ययपदं वा तत्र अव्ययपदम्। तत्र एतत् सर्वदीर्घसूत्रमस्ति, तत्र एतत् पञ्चम्यन्तं द्विपदमिदं सूत्रं दिवादिभ्यः षन् एतत् सूत्रम् इत्यस्मात् षन् इत्यस्य अनुवृत्तिः कर्तरि शप् इत्यस्मात् कर्तरि इत्यस्य अनुवृत्तिः सार्वधातुके यक् इत्यस्मात् सार्वधातुके इत्यस्य अनुवृत्तिः प्रत्ययः परश्च इत्यनयोः अधिकारः धातो एका च हलादेः क्रियासमाभिहारे यङ् इत्यस्मात् धातुभ्यः इत्यस्य अधिकारः अनुवर्तिसहितसूत्रं तत्र एतत् दीर्घसूत्रेण दीर्घसूत्रः धातुभ्यः षण् प्रत्ययः परः परश्च वा कर्तरि सार्वधातुके इति अस्ति. तत्र एतत् सर्वं षण् प्रत्ययप्रयोगम् अस्ति जि तत्र वा इति अव्ययपदमस्ति. एतत् सर्वम् एतत् दीर्घसूत्रं पञ्चम्यन्तम् अस्ति. अनन्तरं सर्वे समाहारद्वन्द्वः षण् इत्यस्य अनुवर्तिः कर्तरिष किमर्थं समाहारद्वन्द्वः भगिनि? समाहारद्वन्द्वः इत्युक्ते तत्र समाहारद्वन्द्वः अनन्तरं तत्र एकवचनम् अस्ति खलु सामान्यतया द्वन्द्वसमासे बहुवचनं भवति. तत्र बहुवचनं भवति चेत् भ्रमु क्लमु कृषि कृषः इति त्रुटि लभ्य इति किमपि भवति. अत्र लशः एकवचनं भवति. अस्तु तर्हि महोदय, सूत्रस्य एकवारम् अर्थमेव वदतु, केवलम् अर्थम्. अर्थम् एतत् अर्थं तत्र षण् प्रत्ययः परः च वर्त तत्र का का सार्वजातिके इति किं तत्र अर्थं न दत्तं खलु जि? भवती एव पठति खलु, इदानीं प्रथमवाक्ये एव अस्ति अर्थम्. इत्यपि षण् व्यकल्पेन भवति कर्तृके प्रत्यये परे. तदेव अस्ति. तर्हि ये धातवः सन्ति एते सर्वे धातवः वस्तुतः दिवादिगणे न सन्ति. ते भवादिगणे नो चेत् तुदादिगणे स्वस्य स्वस्य गणे भवन्ति. परन्तु कर्तरि सार्वधातुकप्रत्यये परे विकल्पेन षण् प्रत्यये अपि भवति एतेभ्यः धातुभ्यः. तर्हि अग्रे पठतु तुदादौ त्रुट्. सुदादौ त्रुट् तत्र शकाश प्रत्यय त्रटति त्रुटति त्रुटति विकल्पेन षण् प्रत्यय त्रुट्यति इति आगच्छति. किमर्थं चेत् तत्र त्रुट्यति शकारस्य श इति प्रत्ययम् अस्ति चेत् तत्र लसक् लसक्व तत्तिदे इति सूत्रेण तत्र आ एव तिष्ठति. अतः तत्र त्रुट् इति एव अस्ति, त्रट इति आगच्छति. अनन्तरं शन् प्रत्ययः तत्र नकारः लोपः, अनन्तरं शकारः अपि लोपः, य एव तिष्ठति, त्रिट्यति इति आगच्छति. तत्र गुणकार्यं नास्ति. अपि अस्मिन् सूत्रे त्रिट् धातुः तुदादिगणे अवशिष्टाः सर्वे धातवः द्वादिगणे सन्ति, न कोऽपि धातुः द्विवादिगणे. इत्थं च विशिष्टसूत्रेण षण् इति विकर्णप्रत्ययः विहितः. षण् अभावे शप् इति सामान्य द्वादौ, श इति सामान्यं तुदादौ इति तुदादिगणे समग्रं तिङ् सम्बन्धं सार्वधातुकप्रकरणचिन्तनं समाप्तम् अत्र इति एव अस्ति. तर्हि अत्र पश्यतु, षण् प्रत्ययः आगच्छति, अतः धातुः विकल्पेन द्विवादिगणे अस्ति इति चिन्तनं नास्ति. धातु तु भवादिगणे नो चेत् द्वादिगणे एव अस्ति, परन्तु विकल्पेन तस्य षण् प्रत्ययः अपि भवति. परन्तु षण् प्रत्ययः भवति, अतः धातुः विकल्पेन द्विवादिगणे अपि गच्छति इति किमपि मा चिन्तयन्ति इति वार्ता अस्ति. अस्तु, तर्हि इदानीं सुदादिगण इति अस्माकं विषयः समाप्तः. इदानीं नूतनविषयस्य आरम्भात् पूर्वं कस्यापि प्रश्नः अस्ति वा पृच्छतु. अस्तु, इदानीम् अग्रिमकरपत्रं कृपया उद्घाटयन्तु. अग्रिमदशमः करपत्रम् अस्ति चुरादिगणः. चुरादिगणः इति दशमः करपत्रम् अस्ति, दशमं करपत्रम् अस्ति. सर्वे प्राप्नुवन्ति? आं जि. परन्तु भवता विकल्पेन तुदा दिवादिगणे इति तत्र. ओ एवं वा. ओ क्षम्यतां, मया करपत्रं सम्यक् न नास्ति. अस्तु, यत्किमपि अस्ति चुरादिगण इति करपत्रं, दशमं करपत्रम् इति सर्वे उद्घाटयन्तु. अस्तु, पठामः. अरुणा महोदय. आं महोदय. सर्वे प्राप्नुवन्ति खलु? आं महोदय, अस्ति करपत्रम् अस्ति मम समीपे. चुरादिगण इति चुरादिगण एतावता सार्वधातुकलकाराणां लट् लोट् अग्रिमकरपत्रम् एव अस्ति. तत्र जालपुटे अस्ति खलु, आन्लैन् अस्ति खलु? क्रमशः अस्ति एव, अत्र लेफ्ट्, अत्र वाम वादिगणे दिवादिगणः तुदादिगणः, तुदादिगणे इतोपि विशेषदातवः अग्रिमकरपत्रम् अनन्तरम्. ओ सारि सारि, चुरादिगणः. धन्यवादः महोदय. आं महोदय, एतावता सार्वधातुकलकाराणां लट् लोट् लाङ् विदलिङ्ग् इत्येषां तिङ्गन्तरूपाणि साधितानि अस्माभिः भवादिगणे दिवादिगणे तुदादिगणे च. अनेन क्रमेण पाठः परिवर्तते, यतः येषु गणेषु अङ्गम् अदन्तं भवति, अतः प्रक्रियायां साम्यं वर्तते. आहत्य एतादृशः चत्वारः गणाः सन्ति. चतुर्थः गणः यस्मिन् अङ्गम् अदन्तं भवति चुरादिगणः. केचन चिन्तयन्ति यत् चुरादिगणः कष्टकरः, किन्तु एवं किमपि नास्ति. वस्तुतः अत्र आधिक्येन सामान्यमेव. नियमितरूपेण सूत्राणि उपयुज्य तर्कम् अनुसृत्य तिङ्गन्तरूपाणि साध्यन्ते. प्रक्रिया का इति एकवारं ज्ञायेतः, तदा सर्वं सुलभं. केचन विशेषदातव अपि सन्ति, तेषां प्रसङ्गे अग्रिमे करपत्रे चर्चयामः. अत्र गणाः पाणिनिन दशगणाः विभज्यं कृतवन्तः. तदनन्तरं प्रथमगणः इति अत्र भवादिगण, दिवादिगण, चुदादिगण, चुरादिगण, अत्र सार्धधातुकलकारेषु अत्र अर्थं किम् इति चेत् लट् लोट् लङ् विदलिङ्ग् इत्येषां वयं तिङ्गन्तरूपाणि साधितुं वयं चिन्तवन्तः. भवान् अत्र अधुना चुरादिगण विषयं वयं पश्यामः. अत्र सामान्यतः जनाः चिन्तयन्ति तत्र चुरादिगण कष्टकरः, परन्तु अत्र नास्ति. केवलम् अङ्गमपि अदन्त अङ्गमस्ति, ततः पूर्व प्रकारेण सूत्राणि प्रयुज्य रूपाणि सिद्धं कर्तुं शक्यन्ते. ततः वस्तुतः अत्र केचन दातवः विशेषदातवः सन्ति, तत् तेषां प्रसङ्गे अग्रिमकरपत्रे चर्चयामः. तर्हि अत्र किम् अस्ति, अस्माकं प्रथमम् अस्माकं यत् सोपानम् अस्ति तदस्ति अदन्तम् अङ्गं कृते सार्वधातुकलकारेषु रूपं कथं भवति. तस्मिन् सोपाने अस्माभिः लट् लोट् लङ् तस्मै सोपाने अस्माभिः भवादिगण, दिवादिगण, तुदादिगण इति विषये तु पठितम्. इदानीम् एकः एव गणः अवशिष्यते यत्र अदन्तम् अङ्गं भवति, तदस्ति चुरादिगणः. चुरादिगणे किमपि नूतनमस्ति, परन्तु क्लिष्टकरं नास्ति. तत्र मुख्यकार्यं तु अस्ति यत् चुरादिगणे नूतनधातोः निर्माणः द्विच् प्रत्ययस्य योगेन. तदनन्तरं विकरणप्रत्ययः शप् एव अस्ति, अतः शप् कृते यानि कार्याणि सन्ति तानि सर्वाणि अत्र अपि भवन्ति. तर्हि अग्रे पठामः महोदय, पठतु। आं महोदय, चुरादिगणे तिङ्गन्तरूपस्य साधनार्थं सोपानत्रयम् प्रथमं धातुः योगः निच् प्रत्ययः निजन्तधातुः, निजन्त द्वितीय सोपानं निजन्तधातुः योगः शप् विकरणप्रत्ययः अङ्गं तिङ् प्रत्ययं निमित्तं मत्वा, तृतीयम् अङ्गं योगः तिङ् प्रत्ययः तिङ्गन्तरूपम् दत्तं धातु योगः निच् प्रत्यय प्रथमं करणीयं, तदनन्तरं नूतनधातुः निष्पन्नं भवति, तदनन्तरं कर्तृत्वे शप्रत्यय विकरणप्रत्यय आगच्छति, धातुः योगः शप्रत्यय अङ्गं निष्पन्नं करणीयं, तदनन्तरम् अङ्गं योगः तिप्रत्यय तिङ्प्रत्ययः योजनेन तिङ्गन्तरूपं निष्पन्नं भवति इति अत्र अत्रापि अस्माकम् इदानीम् अस्मिन् करपत्रे केवलं प्रथमबिन्दुः द्वितीयबिन्दुः एव अत्र अस्ति, यतोहि तृतीयसोपानं यत् अस्ति अङ्गस्य तिङ्प्रत्ययस्य सह मेलनं कृत्वा तिङ्गन्तरूपस्य निर्माणः, तत्तु अस्माभिः पूर्वमेव पठितं, तत्तु सर्वेषाम् अदन्त अङ्गानां कृते समानमेव भवति, अतः तत्तु इदानीं पुनः वयं न पठामः। केवलं निच् प्रत्ययस्य योगेन निजन्तधातुः कथं भवति, तदनन्तरं निजन्तधातुः कृते निजन्तधातोः शप् प्रत्ययस्य मेलनं कथं भवति इति एव वयम् इदानीं पश्यामः। अस्तु, अग्रे यथा उक्तं चुरादिगणे अङ्गम् अदन्तम्, अतः अङ्गे सिद्धे अस्माकं नूतनकार्यं समाप्तं। तिङ्प्रत्ययस्य योजनविधिः यथा भवादिगणे प्रदर्शितः तथैव भवति, दिवादिगणे तुदादिगणे चुरादिगणे च न कोऽपि भेदः। दृष्टान्ते चुर् धातोः अङ्गं चोरय लटि चोरया व्यवहति चोरयति चोरया योहतः चोरयतः चोरया योहन्ति चोरय अतो गुणे इति सूत्रे चोरयन्ति यथा भवादिगणे तथैव चुरादिगणे अपि। अतः अस्मिन् पाठे अस्माकम् अवधानं प्रथमे सोपानद्वये एव, भवान् एव उक्तवान् चुरादिगणे अङ्गमदन्तं भवादिगणे द्विवादिगणे चुरादिगणे सामान्यतया समानमेव, अतः चुरादिगणे प्रथमं नूतन निच् प्रत्यययोजनानन्तरम् अङ्गं तद् अङ्गम् अदन्तम् अङ्गमस्ति, तदनन्तरं सोपानानि तिङन्तप्रत्यययोजनसमये सोपानानि समानमेव पूर्वविधम्। अस्तु, धन्यवादः महोदय। धन्यवादः। अग्रे गच्छामः, इदानीं नूतनसूत्रमस्ति निच् प्रत्ययस्य, चुरादिगणे निच् प्रत्ययः कथं भवति तस्मिन् कृते, तस्य कृते सूत्रमस्ति, नूतनसूत्रमस्ति, मुख्यसूत्रमस्ति, पठामः। अग्रे गच्छामः, विधि महोदय पठतु। महोदय नमस्ते, सुमित्रा अस्मि। कुत्र पठितमस्ति किं करपत्रम् इति? दशमं करपत्रं चुरादिगणं चुरादिगणं चुरादिगणं आम् आम् विधिमहोदय सत्याप पाश रूप वीणा फूल श्लोक सेना लोम त्वच वर्म वर्ण चूर्ण चुरादिभ्यो निच् 3125 एभ्यः द्वादशभ्यः प्रातिपदिकेभ्यः सर्वेभ्यः चुरादिगणीयधातुभ्यः च निच् प्रत्ययः विधीयते। येभ्यः प्रातिपदिकेभ्यः निच् प्रत्ययस्य संयोजनेन नामधातवः भवन्ति चुर् आदिर् येषां ते चुरादयः। सत्यापश्च पाशश्च रूपञ्च वीणा च तूरञ्च श्लोकश्च सेना च लोम च त्वच्च वर्म च वर्णञ्च चूर्णञ्च चुरादयश्च तेषाम् इतरे इतरे द्वन्द्वः. सत्याप पाश रूप वीणा स्थूल श्लोक सेना लोम त्वच वर्म वर्ण चूर्ण चुरादेह तेभ्यः बहुव्रीभ्यो द्वन्द्वः बहुवीर्गर्भो द्वन्द्वः. सत्यापपाशरूपवीणातूलश्लोकसेनालोम त्वच वर्णपञ्चन्त्यन्तं निच् प्रथमान्तं द्विपदम् इदं सूत्रं प्रत्ययः परश्च इत्यनयोः अधिकारः. धातोरेकाचो हलादिः क्रिया समभिहारे यङ् इत्यस्मात् धातोः इत्यस्य अधिकारः. वचनपरिणामेन पञ्चमी विभक्तौ धातुभ्यः अनिवृत्तिसहितसूत्रं सत्यापपाशरूपवीणातूलश्लोकसेनालोमत्वचवर्मवर्णचूर्णचुरादिभ्यः धातुभ्यः निच् प्रत्ययः परश्च. महोदय किमस्ति सूत्रं दीर्घमस्ति परन्तु सरलमेव. सत्यापपाश इत्यादि द्वादश प्रातिपदिकाः सन्ति तेभ्यः ये सर्वे सुरादिगण धातु सुरादिगणधातु एव चुरादिगणीयधातुः. चुरादिगण इत्युक्ते णिच् प्रत्ययः विधीयते अत्र. अत्र णिच् प्रत्यययोजनेन एते धातवः नामधातवः भवन्ति. तदनन्तरं चुर् इति चुरादि इत्यस्य विवरणं चुर् आदि येषां ते चुरादेः. तदनन्तरं सत्यापपाश इत्यादि इतरे इतरे द्वन्द्वः त्यजतु. तत्र अर्थम् अर्थं केवलम् अस्ति यत् अनुवृत्तिसहितसूत्रं अनुवृत्तिसहितसूत्रं एते धातु सत्याप पाश रूप वीणा इत्यादि धातवः निच् प्रत्यय भवन्ति चुरादिभ्य. भवान् वदतु. तर्हि अत्र द्वादश प्रातिपदिकाः सन्ति. द्वादश प्रातिपदिकानि सन्ति. तत्र सत्यापपाश सत्यापपाशरूपवीणातूलश्लोकसेना लोम त्वच वर्म वर्ण चूर्ण एतेभ्यः एभ्यः द्वादशेभ्यः द्वादशभ्यः प्रातिकेभ्यः णिच् प्रत्ययः भवति. तत्र तु यथा अत्र नामधातवः यत्र भवन्ति तत्र एव अत्र कार्यमस्ति. अतः तस्य अत्र किमपि विषयः नास्ति. परन्तु चुरादिभ्यो नाम चुरादिगणे ये धातवः सन्ति तेषां कृते अपि तर्हि द्वादशप्रातिपदिकानि चुरादिगणीयस्य चुरादिगणस्य सर्वे धातवः इति. तर्हि द्वादशप्रातिपदिकानि अथवा चुरादिगणे ये धातवः सन्ति तेषाम् अनन्तरं णिच् प्रत्ययः भवति इति वार्ता अस्ति. तर्हि अपश्यतु तदनन्तरं नूतनधातवः भवन्ति अग्रे आगच्छति. तर्हि अत्र चुरादिगणे णिच् प्रत्ययः भवति. तर्हि अत्र पश्यतु तत्र णिच् प्रत्ययस्य योजनेन नूतन अर्थं न भवति. स्वार्थे एव णिच् प्रत्ययः भवति इति अस्माभिः ज्ञातव्यम्. अत्र णिच् प्रत्ययस्य योजनेन नूतन किमपि अर्थं न भवति. अत्र चुर् अस्ति तत् चुर् एव भवति. कथ अस्ति कथेव भवति. सः स्वार्थे एव निच् प्रत्ययः आगच्छति. निच् प्रत्ययस्य योजनेन अस्मिन् सूत्र अनेन सूत्रेण किमपि अर्थपरिवर्तनं न भवति. अस्तु, इदानीं यथा महोदय एकः प्रश्नः, इदानीं तु तत्र सर्वेषां सर्वेभ्यः अनन्तरम् अकार उच्चारणार्थमेव अस्ति किम्? प्रायः अत्र अत्र धातु नास्ति महोदय, प्रातिपदिकमस्ति. सत्यापपाशरूपविणा एते सर्वे धातवः न सन्ति, प्रातिपदिकानि सन्ति. तत्र प्रातिपदिकमस्ति चेत् मिच् प्रत्यय कथम् आयाति? आगन्तुं शक्नोति, अत्र तदेव सूत्रं वदति. चुरादिगणीयधातवः नो चेत् एते द्वादश प्रातिपदिकाः सन्ति, प्रातिपदिकानि सन्ति चेत् निच् प्रत्ययः भवति. नाम धातुः अत्र प्रातिपदिकात् धातोः निर्माणम् अपि भवितुं शक्नोति खलु. ततः तत्र एव सत्यापपाशरूपवीडा यदि प्रातिपदिकानि सन्ति तेभ्यः यदा नामधातवः वयं कुर्मः तत्र निच् प्रत्ययः भवति इति भवतु इति किमपि एतादृशं किमपि नास्ति खलु. निच् प्रत्ययः केवलं धातोः अनन्तरम् आगच्छति. सूत्रम् अस्ति अत्र, प्रातिपदिक द्वादश प्रातिपदिकानि सन्ति येषाम् अनन्तरमपि निच् प्रत्ययः भवति. अस्तु अस्तु, परन्तु अस्माकम् इदानीम् अस्माकं चर्चा केवलम् अस्ति चुरादिगणीय चुरादिगणे धातवः सन्ति तेषाम् अनन्तरं निच् आगच्छति. इदानीं प्रातिपदिकस्य किमपि अत्र वार्ता नास्ति. अस्तु, किन्तु एतानि सर्वाणि नामधातु वा नो चेत् अन्य अपि भवति किम्? अन्य नामधातवः अपि भवन्ति. अस्तु महोदय, केवलं द्वादश धातु एव निच् प्रत्ययः भवति वा? एते द्वादश प्रातिपदिकः सन्ति चेत् निच् प्रत्ययः भवति. एतान् विहाय चुरादिगणे धातवः सर्वे धातवः चुरादिगणे तत्र निष्पत्य भवति वा महोदय, न भवति वा? भवति भवति. तर्हि एतत् किमर्थं सूत्रस्य श्लोक सत्यापपाशरूपविना एते धातवः न सन्ति, एते प्रातिपदिकानि सन्ति. निच् एकं निमिषः, अत्र द्वादश प्रातिपदिकानि सन्ति, स्पेशल् प्रातिपदिकानि सन्ति, विशेषप्रातिपदिकानि सन्ति, तेषाम् अनन्तरं निच् प्रत्ययः आगत्य नामधातुः भवति इति एकं वार्ता अस्ति. अन्यवार्ता यद् अस्माकं कृते या इदानीं महत्त्वपूर्णा अस्ति तदस्ति चुरादिभ्यो निच्. अस्मिन् दीर्घसूत्रे इदानीम् अस्माकं महत्त्वपूर्णः भागः केवलं चुरादिभ्यो निच् अस्ति. अस्तु, चुरादिभ्यो निच् इति भवति यत् चुरादिगणे धातवः सन्ति तेषाम् अनन्तरं निच् प्रत्ययः भवति इति विधीयते. महोदय, नामधातवः इत्युक्ते किं महोदय? नामधातव इत्युक्ते प्रातिपदिकात् यदा धातु भवति तत् नामधातुः इति तस्य अवधानं भवति. प्रातिपदिकात् अपि धातोः निर्माणं कर्तुं शक्नुमः. अत्र तत्तेषां नाम नामधातुः. यदा धातुः प्रातिपदिकात् नीयते तस्य नाम नामधातुः. किन्तु महोदय कृष्णयति नो चेत् फलयति तथा अस्ति चेत् तस्य अर्थ कृष्णयति इत्युक्ते कृष्ण इव भवति खलु? अत्र समान अर्थः नो चेत् श्लोक अस्ति खलु, श्लोकयति इत्युक्ते श्लोकं वदति वा श्लोक इव भवति वा? तत्र नामधातु कृते भिन्नं कार्यं, भिन्नं यदा अग्रे पाठं भवति तदा वयं चर्चयामः। इदानीं तु मम अपि तत्र अधिकज्ञानं नास्ति नामधातुविषये। मम यदा यदा अहं स्वार्थे वदामि तस्य चुरादिगणस्य कृते अस्माकं मम अहं चुरादिगणस्य विषये वदामि। चुरादिगणे धातवः सन्ति, तेषाम् अर्थपरिवर्तनं न भवति, स्वार्थे एव भवति। इदानीं प्रातिपदिकस्य विषये एव नास्ति, तत्र चिन्तनस्य आवश्यकता नास्ति इदानीं। तत्र सूत्रे लिखितमस्ति, अतः वयं पठामः, परन्तु बृहत् सूत्रे केवलं चुरादिभ्यो णिच् इति एव अस्माकम् इदानीं महत्त्वपूर्णभागः अस्तु जि। केचन प्रातिपदिकं णिच् प्रत्ययं योजनेन आगच्छति, परन्तु पाश् इति तत्र योजय णिच् प्रत्ययं योजनेन तत्र न आगच्छति, वि इति उपसर्गं योजनेन एव विपाशयति इति आगच्छति। अतः केचन प्रत्ययं णिच् प्रत्ययेन, केचन उपसर्गयोजनेन, एतत् सर्वं तत्र भिन्नभिन्न अस्ति। अस्तु, सम्यक् अस्ति, धन्यवादः जि। यथा महोदयेन महोदया उक्तं, पाशयते इति धातु इति तिङन्तरूपं भवति, तत्र पाश इति प्रातिपदिकमस्ति, तेन तस्मात् पाशय इति तस्मात् पाशी इति णिच् प्रत्ययस्य योजनेन पाशी इति नामधातुः भवति। एकवारं पाशी नामधातुः भवति, तदनन्तरं पाशयते इति रूपं निष्पद्यते। तर्हि पाशयते इति रूपं पाश इति प्रातिपदिकात् आगच्छति खलु, अतः नामधातुः इति वदामः। अस्तु, तर्हि अग्रे विजि महोदय, सनाद्यन्ताः धातवः, तर्हि विजिमहोदयेन सनाद्यन्ता धातवः द्वादशप्रत्ययाः सन्ति, येषां संयोजनेन नूतनाः धातवः सृष्टाः भवन्ति। सन् ख्यच् खाम्यच् ख्यश् क्यङ् क्विप् निङ् यङ् णिच् यक् आय यङ् इति। येषां प्रकृतिः नाम अङ्गं क्वचित् धातुः क्वचित् प्रातिपदिकम्। सन् आदौ येषां ते सनादेः, सनादेः अन्ते येषां ते सनाद्यन्ताः। सनाद्यन्ताः प्रथमान्तं धातवः प्रथमान्तं द्विपदम् इदं सूत्रं स्वयं सम्पूर्णं सनाद्यन्ता धातवः। द्वादशप्रत्ययाः सन्ति, येषां संयोजनेन नूतनाः धातवः सृष्टाः भवन्ति। ते धातवः अधोभागे दत्तमस्ति, सन् क्यच् काम्यच् क्यत् क्यङ् इत्यादि धातवः येषां संयोजनेन नूतनधातवः उत्पद्यते। येषां प्रकृतिः क्वचित् अङ्गं भवति, क्वचित् धातुः कुत्रचित् धातुतः कुत्रचित् प्रातिपदिकात् इति वा महोदय? कुत्रचित् धातुः भवति, कुत्रचित् प्रातिपदिकम् नाम तत्र तेषां प्रकृतिः अङ्गं कुत्रचित् धातु इव अस्ति, कुत्रचित् प्रातिपदिकमिव प्रातिपदिकमेव अस्ति। सनादेः इत्युक्ते सन्नादौ येषान्ते सनादे सनादेः सन् प्रत्यय आरम्भ एते धातवः सन्ति इत्यतः सनादेः इति सम्पूर्णसूत्रं सनाद्यन्ता दातवः इति. तर्हि द्वादशप्रत्ययाः सन्ति तन् यच् काम्यच् क्यश् क्यङ् क्विप् निङ् यङ् निच् यक् आय यङ् येषां योजनेन नूतनधातोः निर्माणं भवति. तर्हि नूतनधातोः निर्माणं भवति. तर्हि अस्मिन् द्वादश प्रत्ययेषु अस्माकं परिचितप्रत्ययाः के के सन्ति? सन् इति वयं जानीमः, सन् पिपासति. तर्हि तत्र पिपासति मध्ये किमस्ति? पिपासते इति भवति, तत्र तत्तु तिङन्तरूपं, परन्तु तत्र प्रातिपदिकमपि भवितुं शक्नोति पिपासा इति. तर्हि तदेव कुत्रचित् तत्र धातुः अपि धातु इव तिङन्तरूपमपि भवितुं शक्नोति, सुबन्तरूपमपि भवितुं शक्नोति. तर्हि पिपासा पिपासते, तत्र सन् प्रत्ययः आगच्छति. तदनन्तरं निच् प्रत्ययः वयं जानीमः, चुर् धातुः चुर् चुरादिगणे इति चुरादिगणे निच् प्रत्ययः भवति. तदनन्तरं यक् अस्ति, यक् तत्र आत्मनेपदे क्षम्यतां कर्मवाच्ये कर्मणि भाववाच्ये कर्मणि कर्मवाच्ये भाववाच्ये यक् इति प्रत्ययः आगच्छति खलु, पठ्यते लिख्यते, तत्रापि यक् प्रत्ययः आगच्छति. तत्र यक् प्रत्ययस्य योजनेन लिख्य पठ्य इति यत् अङ्गं भवति तत् वस्तुतः नूतनधातुः एव भवति. पठ्यते लिख्यते. अनन्तरं यङ् अपि वयं जानीमः, यङ् यङ् यङ् अपि अस्ति तत्र, यङन्तधातवः यङ् लुगन्तधातवः अस्ति खलु, यत्र वारं वारं किमपि कार्यं कुर्मः तत्र यङ् यङन्तधातुः यङ् लुगन्तधातुः इति तत्र आगच्छति. तर्हि पापठ्यते ले लिख्यते इति कार्यं, ले लिख्यते इति कार्यं भवति, तत्र यङ् प्रत्ययः आगच्छति. तर्हि सनाद्यन्ताः धातवः इति सूत्रेण यदा धातोः अनन्तरं एतेषु द्वादशप्रत्ययेषु किमपि अन्यतमः प्रत्ययः आगच्छति तर्हि तदानीं नूतनधातोः निष्पद्यते. सामान्यतया प्रत्ययस्य योजनेन अङ्गं भवति, नूतनधातुः न भवति. यथा पठयोगः शप् पठ इति अङ्गं भवति, अत्र पठ इति अङ्गम् अस्ति, धातुः नास्ति. परन्तु द्वादशप्रत्ययाः सन्ति येषां योजनेन यत् अङ्गम् अस्ति तद् धातुः एव, धातुः एव. अतः धातोः कृते यानि यानि कार्याणि सन्ति तानि सर्वाणि कार्याणि एतादृश अङ्गस्य कृते अपि भवन्ति. अस्तु, तर्हि विजि महोदय अग्रे पठतु. येषु द्वादशासु प्रत्ययेषु अन्यतमः निच् एव, अतः निच् प्रत्ययस्य संयोजनेन चोरि पाठि लेखि इत्यादयः यावन्तः धातवः सृष्टाः ते सर्वे सनाद्यन्ता धातवः इति सूत्रेण धातुसंज्ञकाः एते च आदिदेशिकधातवः. औपदेशिकधातवः उपद्विसहस्रं ते भ्वादयो धातवः इति सूत्रेण धातुसंज्ञकाः भवन्ति. ई धातु प्रत्यययोजनेन निच् प्रत्यययोजनेन चुरा चोरि पाटि पट इत्युक्ते पाटि इति भवति, लिक् लेखि इति भवति, यावन्तकधातवः उत्पद्यते ते सर्वे सनाद्यन्तः धातवः इति सूत्रेण एव धातुसंज्ञा क्रियते. प्राप्तं धातुसंज्ञा किमर्थं प्राप्तम् इत्युक्ते सनाद्यन्ता धातवः इति सूत्रेण एव तेषां तत् पदवी प्राप्यते धातु इति. एते आदिदेशिक धातवः इति उच्यते. ये सर्वे आदिदेशिक धातवः इति उच्यते. तर्हि उपदेशिक उपदेशिकदातवः अत्र तर्हि प्रश्नः अस्ति धातुः इति कृते संज्ञासूत्रं किम् अस्ति. धातुः इति नामकरणं केन सूत्रं भवति. तस्मिन् तस्य कृते द्वे सूत्रे स्तः. एकमस्ति भुवादयो धातवः नाम भू आदि यस्य भू आदि येषां ते भुवादि ते सर्वे धातवः इति नामकरणं भवति. तर्हि भू आदि ये धातवः सन्ति ते भू आदि यत्किमपि अस्ति ते सर्वे धातवः सन्ति. ते धातवः यत् सन्ति ते सन्ति औपदेशिकधातवः. औपदेशिकधातवः किमर्थम् औपदेशिकधातवः? यतोहि ते उपदेशे सन्ति. उपदेशे इत्युक्ते सूत्रपाठ धातुपाठे यत् पाणिनिनः ये ग्रन्थाः सन्ति ते उपदेश इति वदामः इति अस्माभिः पूर्वमपि पठितं. तर्हि उपदेशे नाम ग्रन्थेषु ये धातवः सन्ति ते औपदेशिकधातवः इति उच्यते. तत्र सर्वे उपद्विसहस्रम् अबौट् 2000 धातवः सन्ति. भू कत् सर्वे धातवः ये सन्ति ते सन्ति ते भुवादयोः धातवः इति सूत्रेण धातुसंज्ञा प्राप्नुवन्ति. धातुसंज्ञां प्राप्नुवन्ति. तान् विहाय केचन धातवः सन्ति ते सन्ति आतिदेशिकधातवः. आतिदेशिकधातवः ते सन्ति यत्र मूलधातोः अनन्तरं सनादिप्रत्ययः आगच्छति. तर्हि सनाद्यन्तः धातवः इति सूत्रेण तेषां धातुसंज्ञा भवति. तर्हि औपदेशिकधातुः भवति. तस्मात् सन् क्यच् काम्यच् इति द्वादशप्रत्ययेषु अन्यतमः प्रत्ययः भवति. औपदेशिकधातुः प्रत्ययस्य योजनेन यः नूतनधातुः भवति तस्य सनाद्यन्तः धातवः इति सूत्रेण धातुसंज्ञा भवति. तेषां नामकरणमस्ति आतिदेशिकधातवः. आतिदेशिकधातवः तर्हि 2000 औपदेशिकधातवः सन्ति. आतिदेशिकधातवः अन्यधातवः सन्ति यत्र सनादिप्रत्ययः भवति इति अस्ति. अवगच्छन्ति वा सर्वे? अस्तु अग्रे पठतु औपदेशिकधातवः. महोदय सनाद्यन्तः धातवः एव आतिदेशिकधातवः वा? औपदेशिकधातवः पाणिनीयधातुपाठे उन्नयन् एकसहस्र वा महोदय धातवः उपदिष्टाः सन्ति. उपदिष्टाः धातवः अथः एते औपदेशिकधातवः. येषां धातूनां धातुसंज्ञा भवति भूवादेवो धातवः इति सूत्रेण. भवान् अधुना एव ददति किल पाणिनीय अदे 1953 सन्ति ते औपदेशिकधातवः भुवादयो धातवेण. आं महोदय आतिदेशिकधातवः उपरितनान् पाणिनीयधातुपाठे पठितान् धातून् वर्जयित्वा इतोपि असङ्ख्याः धातवः सन्ति. एते धातवः धातुपाठे न सन्ति अपि तु अस्माभिः निर्मिताः यथा गन्तुम् इच्छति जिगमिष्यति इति सनन्तरूपं प्रायः श्रुतम्. अत्र जिगमिष् इति धातुः अस्ति. स च जिगमिष् जिगमिष् जिगमिष धातुः पाणिनीयधातुपाठे नास्ति, गम् धातुः धातुपाठे अस्ति. अयं गम् धातुः भुवादयोः धातवः इति सूत्रेण धातुसंज्ञकः. तदा सन् प्रत्ययं योजयामः चेत् नूतनधातु जिगमिष सृष्टः अस्माभिः. अयं धातुः सनाद्यन्ता धातवः इति सूत्रेण धातुसंज्ञकः. एवमेव द्वादशप्रत्ययाः सन्ति, येषां योजनेन नूतनः धातवः सृष्टः भवन्ति. पाणिनीये धातुपादे औपदेशीयधातवः इति निर्मितं पाणिनिना. तदनन्तरं एते धातवः वर्जयित्वा इतोपि अधिक अधिक धातवः सन्ति. एते ये औपदेशिकधातुपादे न सन्ति, ये सर्वे धातवः अस्माभिः निर्मिताः. किमित्युक्ते सनाद्यन्तः धातवः इति सूत्रेण ये सन् क्रेच् कामेच् इति योजनेन एते धातवः निर्मिताः. उदाहरणं गम् इति धातु भुवादियोः धातवः इति सूत्रेण. इत्युक्ते गम् इति धातु पाणिनिना निर्मितम् उपदेशे औपदेशिकधातवः इति सूत्रेण पाणिनिना निर्मितं धातु. तदनन्तरं सन्प्रत्यययोजनेन जिगमिष इति धातु अस्माभिः निर्मितं नूतनधातु. धातु औपदेशिकधातु गम्. तदनन्तरं सन्प्रत्यययोजनेन नूतनधातुः अस्ति जिगमिष इति. अयं धातु सनाद्यन्ता धातवः इति सूत्रेण आगच्छति. ये नूतनधातु अपि उपदेशिक धातु सदृशं बिहेव् करोति. एवमेव द्वादशप्रत्ययाः सन्ति, ये सर्वे योजनेन नूतन अधिकधातवः अस्माभिः निर्मितं भवति. तर्हि पाणिनः शैलीं पश्यतु, किमस्ति तत्र? वस्तुतः बहवः धातवः सन्ति, परन्तु सर्वे धातवः यदि सः धातुपाठे स्थापयति तर्हि बहु बृहत् भवति. व्याकरणं तु सर्वं लघु एव भवेत् खलु. अतः सः किं करोति, तस्य शैलीं, तस्य वैलक्षणी शैलीं, विलक्षणा शैलीं पश्यतु. तत्र केचन धातवः सः धातुपाठे स्थापयति, मूलधातवः सन्ति. तदनन्तरं सः पश्यति यत् अन्यधातवः तु वस्तुतः यत् मूलधातवः सन्ति तेभ्यः एव निष्पादितुं वयं शक्नुमः केचन प्रत्ययानां योजनेन. अतः सः किं करोति, सः मूलधातवः धातुपाठे लिखति येन तेषां संख्या केवलम् उपद्विसहस्रम् एव भवति. अन्यानां धातूनां कृते सः द्वादशप्रत्ययानां निर्माणं करोति. सः पश्यति यत् एते द्वादशप्रत्ययाः सन्ति चेत् तेषां योजनेन अन्यधातूनां निर्माणं भवितुं शक्नोति. सः पेटर्न् पश्यति खलु. अतः तस्य एतादृशी शैल्या एव वयम् एतादृशलघुव्याकरणं कर्तुं शक्नुमः. यत् केवलम् उपद्विसहस्रं धातवः एव अस्माभिः स्मर्तव्याः. अन्ये सर्वधातवः ये सन्ति ते सनादि इति प्रत्ययानां योजनेन भवन्तुं शक्नुवन्ति. तेषां स्मरणं न करणीयं, यदि मूलधातु वयं जानीमः तदनन्तरं यदि सनादि इति प्रत्ययः वयं जानीमः तेषां योजनेन नूतनधातोः निर्माणं कर्तुं शक्नुमः इति अस्ति. एतादृशी शैली नास्ति चेत् असङ्ख्यधातवः धातुपाठे सन्ति, तेषां स्मरणं करणीयं बहु क्लिष्टकरं भवति. परन्तु इदानीं केवल 2000 धातवानां स्मरणं करणीयं, ते केषां केषां ते कस्मिन् कस्मिन् गणे आगच्छन्ति इति स्मरणीयम्. अन्य सर्वे धातवानां धातूनां कृते सनादिप्रत्ययः सन्ति, प्रत्ययः गृह्णातु धातुं गृह्णातु योजनं करोतु नूतनधातु भवति इति, सर्वं लघु भवति सर्वम् अस्तु इति अस्ति. तर्हि अग्रे चुरादिगणस्य इति विषये अग्रे पठामः. सुमन् महोदय अग्रे पठतु. चुरादिगणे निच् प्रत्ययः स्वार्थे अस्ति. श्रूयते किं महोदय? आम् सूत्रं न चुरादिगणे चुरादिगणे निच् प्रत्यय स्वार्थे अस्ति इत्युक्ते धातोः एव अर्थ पोषणं करोति. अत्र निच् प्रत्ययस्य पृथक्तया कोऽपि अर्थः नास्ति. प्रेरणार्थे निच् इति भिन्नविषयः. चुरादिगणे तादृश अर्थः नास्ति एव. चुरादिगणे धातुतः यं कमपि प्रत्यय संयोजयितुम् इच्छति विकर्ण भवतु वा आर्धधातुकप्रत्यय भवतु, तस्मात् पूर्वं निच् विधीयते एव. निच् प्रत्यये चुटु इत्यनेन नकारस्य इत्संज्ञा, हलन्त्यम् इत्यनेन चकारस्य इत्संज्ञा, तस्य लोपः इत्यनेन तयोः लोपश्च इ इति अवशिष्यते. निच् प्रत्यय धातुभ्यः विहितः अपि च तिङ्क्षित् भिन्नः, अतः आर्धधातुकं शेषः. अस्तु क्षम्यतां पुनः पठामि. इ इति अवशिष्यते. निच् प्रत्यय धातुभ्यः विहितः अपि च तिङ्क्षित् भिन्नः, अतः आर्धधातुकशेषः. इत्यनेन अयं निच् प्रत्यय आर्धधातुक न तु सार्वधातुक. इत्थं च निच् प्रत्यय कीदृशः इति चेत् निच् च आर्धधातुकं च यत् किमपि कार्यं क्रियते निच् प्रत्ययं निमित्तकृत्य अस्य एव लक्षणस्य बलात् क्रियते नित् आर्धधातुकम्. किं लिखितम्? अस्तु एतत् अस्ति चुरादिभ्यः चुरादिगणे निच् प्रत्ययस्य कोऽपि विशेष अर्थः नास्ति, स्वार्थे एव भवति. इत्युक्ते अर्थपरिवर्तनं धातोः अर्थपरिवर्तनं न भवति, तदेव अर्थः तथा एव तिष्ठति. अपि च इदानीं तु निच् इत्युक्ते किमपि प्रेरणा इति नास्ति इति प्रथमवाक्यत्रयं वा चतुष्टयं वा अस्ति. अनन्तरम् अस्ति निच् प्रत्ययस्य इत्संज्ञा अपि च लोपः अनन्तरम् इ एव अवशिष्यते. अपि च एतत् एषः प्रत्यय आर्धधातुकप्रत्यय अस्ति. तिङ् नास्ति अपि च षित् अपि नास्ति, अतः सार्वधातुकं नास्ति. सार्वधातुकं नास्ति चेत् आर्धधातुकं शेषः सूत्रेण आर्धधातुकप्रत्यय एव भवति इति. अन्तिमवाक्यं तत्र किमपि अहं सम्यक् न अवगतवती. तत्र णिच् प्रत्ययः एव अस्ति. णिच् प्रत्ययः तत्र नकारस्य इत् संज्ञा अस्ति, अतः णित् इति अस्ति. णित् णित् इत्युक्ते नकारस्य इत् संज्ञा, अतः अपि च आर् धातुकप्रत्ययः. कार्यं णित् प्रत्ययस्य कृते आर् धातुकप्रत्ययस्य कृते भवति, सर्वाणि कार्याणि णित् प्रत्ययस्य कृते अपि भवति. अतः इदानीं तु वृद्धिः भवति, अन्ते अच् अस्ति चेत्, नो चेत् उपधायाम् अकार अस्ति चेत् अस्तु. निच् प्रत्ययस्य कारणतः धातुरूपी अङ्गे प्रमुख कार्यत्रयं सम्भवति. प्रथमम् अस्ति अचो निति च. अजन्त अङ्गस्य अन्त्यवर्णस्य वृद्धिः भवति निति निति प्रत्यये परे. येन विधिस्तदन्तस्य इत्यनेन अचः अङ्गस्य नाम न केवलम् अच् इति अङ्गस्य अपि तु अजन्तस्य अङ्गस्य अलौन्तस्य इत्यनेन अन्तिमवर्णस्य एव स्थाने वृद्धिः. ञ च ण च ञनौ ञनौ इत्यौ यस्य तत् तस्मिन् निति द्वन्द्व द्वन्द्वगर्भ बहुव्रीहि समासः. अचः षष्ट्यन्तं निति सप्तम्यन्तं द्विपदम् इदं सूत्रम्. मृज्येर् वृद्धिः इत्यस्मात् वृद्धिः इत्यस्य अनुवृत्तिः अङ्गस्य इत्यस्य अधिकारः. अनुवृत्तिसहितसूत्रम् अस्ति अच् अङ्गस्य वृद्धि इति. तत्र अस्ति इदानीं अजन्त अङ्गम् अस्ति चेत् तस्य वृद्धिः भवति. कस्य वृद्धिः भवति इति स्पष्टं नास्ति, अतः वयं जानीमः येन विधिस्तदन्तस्य सूत्रेण सम्पूर्ण अङ्गम् अच् भवतु, नो चेत् अच् यस्य अन्ते अस्ति तदपि तानि अङ्गानि अपि ग्रहणीयम् इति. अपि च इदानीं कुत्र वृद्धिः भवति इति अलोन्तस्य स्पष्टीकरोति. अन्तिमवर्णस्य अन्तिमस्वरस्य एव वृद्धिः भवति. इदानीं निति किम् अस्ति, ण्यकारः इत् अस्ति चेत्, नो चेत् णकारः इत् अस्ति चेत् ण्यत् णित् तत्र द्वन्द्वगर्भ बहुव्रीहि समासः भवति. निति अस्ति सप्तम्यन्तम्, अचः अस्ति षष्ट्यन्तम्. अच् अचः अस्ति चेत् अच् अङ्ग अजन्त अङ्गस्य वृद्धिः भवति अन्तिमवर्णे. तर्हि अत्र अजन्त अङ्गस्य अन्त्यवर्णस्य वृद्धिः भवति निति निति प्रत्ययपरे. तर्हि अत्र णिच् अस्ति अतः तत्रापि भवेति. तर्हि अत्र प्रश्नः अस्ति मम, तर्हि कथं जानीमः कस्य वर्णस्य वृद्धिः? अलौन्तस्य स्पष्टीकरोति अस्तु अस्तु अन्तिमवर्णस्य वृद्धिः, परन्तु कीदृशः एव सर्वेषाम् अच्वर्णानां वृद्धिः भवति वा? न, इक् वर्णः अक् वर्णः अस्ति चेत् वृद्धिः भवति. न, वृद्धिः केवलं कस्य वर्णेषु वर्णानां भवति? क्षम्यता, केषां वर्णानां वृद्धिः भवितुं शक्नोति? अक् नास्ति. सर्वेषां वर्णानां वृद्धिः भवति वा? अक्वर्णस्य तु भवति, किन्तु एच् अपि भवितुं शक्नोति किम्? न, तत्र केवलम् इक् वर्णस्य वृद्धिः भवति. इको गुणवृद्धिः अस्ति खलु? आ, अस्तु अस्तु अस्तु. किन्तु अकारस्य अपि वृद्धिः भवति खलु? और नो चेत् दीर्घ भवति, पठति पाठयति, अन्तिमवर्णमस्ति. आं सत्यं, तदपि अस्ति. आम्, तर्हि किमपि लिखितं नास्ति, तस्य अर्थं केवलमस्ति गन्तौ अथवा उगन्त. अस्तु, इको गुणवृद्धिः अस्ति, तत् इक् वर्णस्य एव गुणं भवति. तर्हि तर्हि यत्र किमपि लिखितं नास्ति यत् कस्य वर्णस्य गुणः, कस्य वर्णस्य वृद्धिः, तत्र इको गुणवृद्धिः इति परिभाषासूत्रम् आगत्य वदति यत् इक् प्रत्याहारे ये वर्णाः सन्ति तेषां गुण अथवा वृद्धिः भवति. तर्हि अत्र लिखितमस्ति खलु अचोणिति इति सूत्रे कस्य अचवर्णस्य, सर्वेषाम् अचवर्णानां वृद्धिः अथवा किम् इति किमपि नास्ति. तर्हि इको गुणवृद्धिः इति परिभाषासूत्रम् आगत्य वदति यत् इक् प्रत्याहारस्य नाम इ ऊ नृ इति तस्य एव वृद्धिः भवति. तर्हि पश्यतु अत्र वस्तुतः त्रीणि परिभाषासूत्राणि सन्ति. प्रथममस्ति येन अभिसृतं तस्य, सः वदति तत् वदति यत् अत्र केवलम् अच् नाम साक्षात् स्वर इति अङ्गस्य न, अपि तु तादृशम् अङ्गं यस्य अन्ते स्वरवर्णः अस्ति तस्य अपि अत्र ग्रहणं करणीयम्. एकं तु तत्. तदनन्तरं प्रश्नः आगच्छति यत् पूर्ण अङ्गस्य वृद्धिः भवति अथवा तस्य प्रथमवर्णस्य वृद्धिः भवति, द्वितीयवर्णस्य, तृतीयकस्य, कस्य? अलोन्त्यस्य इति सूत्रमागत्य वदति केवलम् अन्तिमवर्णस्य स्थाने वृद्धिः भवति. तदनन्तरम् अन्य एकम् इकोगुणवृद्धिः इति परिभाषासूत्रम् आगत्य वदति यत् सर्वेषाम् अच्वर्णानां न, परन्तु केवलम् इक् प्रत्याहारे ये वर्णाः सन्ति तेषाम् एव वृद्धिः भवति, तेषाम् एव वृद्धिः भवति इति. महोदय, किन्तु वयं अस्तु, अहं श्रुतवती अकारस्य गुण किमपि भिन्नं नास्ति, अकारस्य गुण अकार एव, तस्य वृद्धिवर्णः अस्ति आकार, तद् दोषः वा? और् इस् इट् कैण्ड् आफ़् न न, वृद्धिवर्णः अस्ति आकार, सम्यक् अस्ति. किन्तु इको गुण वृद्धि वदति इक् वर्णस्य एव गुणवृद्धिः भवति इति. तत्र यत्र किमपि लिखितं नास्ति तस्य तत्र इकवर्णः एव ग्रहणीयः. अत्र लिखितं नास्ति खलु? अस्तु अस्तु अस्तु, लिखितमस्ति चेत् आकारः करोतु, पठतु खलु. परिभाषासूत्रं वदति न लिखितम् अस्ति चेत् इक्वर्णम् इक्वर्णाः एव ग्रहणीयम् इति. किन्तु अकारस्य वृद्धिः न भवति इति अपि न सम्यक्, तस्य वृद्धिः भवति. अग्रे एव सूत्रम् अस्ति तत्र अकारस्य वृद्धिः भूत्वा आकारः भवति, तस्य पाठयति अस्ति खलु. तदेव मनसि अस्ति. परन्तु उदाहरणं पश्यतु, किमस्ति, अस्तु इदानीं तु कथ अकारान्त, कथ एव अहं चिन्तयामि. कथ इति अकारान् धातुः अस्ति, सत्यं, तत्र वृद्धिः न भवति निष्प्रत्ययस्य. ओ तत्र कथ कथयति भवति वा? कथयति भवति, कथायति नास्ति खलु. अस्तु अग्रे उदाहरणं चि. अस्तु चि योग इ, तत्र चि अन्ते इकार अस्ति तस्य वृद्धिः भवति, चै भवति, चै योग इ, तत्र एचोयवायावः कार्यं करोति, चै स्थाने चाय् भवति, चाय् योग इ, चाय् चायि अङ्गं, चाय् चाय् अनन्तरं विकर्णप्रत्यय आयाति, अतः इदानीं चायि योग अकार भवति, चाययति भवति. तत्र इकारस्य तत्र यन्सन्धि भवति खलु, इको यनचि. कुत्र? चायि योग न भवति, वदतु. यण्सन्धि अस्ति वा? तत्र अपि गुणः भवति किम्? अस्तु चाये भवति, अनन्तरम् अचायै भवति, चाययति. सम्यक् अस्तु. तर्हि अत्र कर्मः कीदृशः अस्ति? अत्र चि धातुः अस्ति, चि इति मूलधातुः अस्ति, तत्र तदनन्तरं निच् प्रत्ययः आगच्छति. चि तस्य प्रथमं तु अचोणिति इति सूत्रेण वृद्धिः भूत्वा चै भवति. चै योगः इ, तत्र एचोयवायावः इति सूत्रेण चायि इति नूतनधातुः आतिदेशिकधातुः भवति. इदानीं तदनन्तरं धातुः अस्ति, अतः कर्तृशब् इति सूत्रेण शप् आगच्छति, चायि योगः अ. इदानीं पुनः भवादिगणीयवदेव सार्वधातुक अर्धधातुकयोः इति सूत्रेण इकारस्य गुणः भूत्वा चाये योगः अ. तदनन्तरम् एचोयवायावः इति सूत्रेण चायय इति अङ्गं भवति, रूपं भवति, चाययति. तर्हि पश्यतु, यदि चाय् यदि चायि इति सनाद्यन्तः धातवः इति सूत्रेण यदि तस्य धातुसंज्ञा न भवति तर्हि कर्तृशप् इति सूत्रं कार्यं कर्तुं न शक्नोति. कर्तृशप् धातु अनन्तरमेव शप् प्रत्यय आगच्छति खलु. यदि चायि धातु न न न भवेत् तर्हि शप् प्रत्ययः विकरणप्रत्ययः कथम् आगन्तुं शक्नोति? न आगन्तुं शक्नोति. अतः सनाद्यन्तः धातवः इति सूत्रेण चायि इति आतिदेशिकधातुः अस्ति. अतः चायि अपि धातुः अस्ति, अतः तस्मात् अनन्तरं शप् नो चेत् अन्य किमपि प्रत्ययः आगन्तुं शक्नोति. अस्तु चाययति. अस्तु अग्रे प्रश्नः उदेति. अस्तु अत्र प्रश्नः उदेति यत् चि योग इ इति न किम् अस्ति महोदय, इति एतादृशेषु इत्येतादृश तादृशेषु प्रसङ्गेषु सार्वधातुक अर्धधातुकयोः इत्यस्य प्रसक्तिः नास्ति चेत् अस्ति एव, किन्तु अचोनिति तु तस्य बाधकसूत्रं सूत्रं, यतोहि सार्वधातुक अर्धधातुकयोः अत्र कार्यं करोति चेत् अचोनिति इत्यस्य अन्यत्र लब्धावकाशः न स्यात्। ध्येयं यत् यत्र यत्र अकारान्त धातुतः आर्धधातुकप्रत्यय भवति तथा कत् योग निच् तत्र अतो लोपः इत्यनेन अदन्त अङ्गस्य ह्रस्व अकार लोपो भवति, येन अचोनिति इत्यस्य प्रसक्तिः नास्ति। अतः अचोनिति इति अत्र अपवाद भूतसूत्रम् किं लिखितम्? अस्तु, इदानीं तु ची योग किमपि लकार लस्य अस्ति चेत् तत्र तत्र कर्तरि न एकनिमिषम् ओ तत्र चि योग इ अस्ति खलु, तत्तु आर्धधातुक प्रत्यय इकार तु आर्धधातुकप्रत्यय अस्ति, अपि च कित्नित् नास्ति, अतः सार्वधातुक आर्धधातुकयोः इति सूत्रेण गुण भवति वा न अत्र अस्ति न भवति, यतोहि तद् भवति चेत् अतो निति तस्य निरवकाशः भवति, अतः अचो निति अपवादत्वेन अत्र कार्यं करोति, न तु सार्वधातुक आर्धधातुकयोः इति। तर्हि यद्यपि सार्वधातुक आर्धातुकयोः इति परसूत्रमस्ति तथापि अपवादस्य महत्त्वमस्ति, बलमस्ति, अतः अचोनिति इति सूत्रस्य कार्यं करोति। योगः इ अत्र सार्वधातुकार्धातुकयोः इति प्रसक्तिः अपि अस्ति, तेन गुणं भवति, अचोनितिः इति सूत्रेण वृद्धिरि भवितुं शक्नोति, तर्हि कस्य कार्यं भवति? तर्हि यत्र यत्र अचोनिति कार्यं कर्तुं शक्नोति तत्र तत्र यदि सार्वधातुकार्धातुकयोः इति सूत्रेण गुणं भवति तर्हि अचोनिति इति सूत्रं लब्धावकाशः भवति, अतः तादृशं किमपि न भवेत्। अतः अपवादत्वेन अचोणिति एव, यत्र अचोणिति कार्यं कर्तुं शक्नोति अपवाद अपवादत्वेन तस्य एव कार्यं भवति। अनन्तरम् अस्ति कथ धातु अस्ति चेत् तत्र अतो लोपः भवति, अकारस्य लोपः भवति, कथ् एव अवशिष्यते इति। अनन्तरम् इकारस्य मेलनेन कथि भवति, कथयति इति रूप। तर्हि कथ धातु अस्ति, अकारान्त धातु अस्ति, कथ योगः णिच् इति कथं भवति? तर्हि अत्र तु अचोणिति सूत्रस्य प्रसक्तिः एव नास्ति, यतोहि अचोणिति केवलं दन्त अङ्गस्य कृते अस्ति। तर्हि अत्र सार्वधातुकार्धातुकयोः अपि तस्य कार्यं नास्ति, तदापि गुणं केवलम् इगन्ताङ्गस्य भवति। तर्हि अत्र केवलं सन्धिकार्यमस्ति कथयोगः इ। तर्हि अतो अत्र सन्धिका तर्हि अतो लोपः इति सूत्रमस्ति, तेन अकारस्य तत्र सूत्रम् अग्रे आगच्छति, सन्धिकार्यं न क्षम्यताम्, अकारस्य लोपः भवति, अकारस्य लोपेन अकार कथ् योगः इ कथि इति धातु। तर्हि पश्यतु अत्र यदि अकारस्य अपि वृद्धिः भवेत् तर्हि कथा इति किमपि भवति खलु, कथा कथा इति, परन्तु तादृशं नास्ति, अतः अतो निति इति सूत्रं केवलम् इगन्त अङ्गस्य कृते अस्ति इति स्मृतम् इति मनसि स्थापितं तत्र एक्स्प्लिसिट्लि लोपः एव भवति अदन्तं धातुः अदन्तमस्ति चेत् तस्य तत्र अतो लोपः इति सूत्रेण लोपः भवति इति आकारान्त अस्ति चेत् इदानीं ज्ञापा अस्ति चेत् तत्र लोपः न भवति आकारान्त अस्ति चेत् न अतो लोपः अस्ति खलु ह्रस्वाकार ह्रस्वाकार किन्तु पा ज्ञा अस्ति चेत् तत्र इकार तत्र गुणसन्धि भवति तत्र लोपः न भवति तत्र अन्यकार्याणि तत्र लोपः न भवति खलु तत्र अन्यकार्याणि अस्तु अस्तु अग्रे आगच्छति तत्र वयं पश्यामः अस्तु धन्यवादः महोदय अग्रे नूतन सूत्रमस्ति अत उपधाय इति सूत्रमस्ति मदर महोदय पठतु आं महोदय अत उपधायाः उपधायायाम् अतः वृत्ति निति प्रत्यये परे अतः षष्ट्यन्तम् उपधायाः षष्ट्यन्तं द्विपदमिदं सूत्रं मृजे वृद्धिः इत्यस्मात् वृद्धिः इत्यस्य अनुवृत्तिः अचो निति इत्यस्मात् निति इत्यस्य अनुवृत्तिः अङ्गस्य इत्यस्य अधिकारः अनुवृत्तिसहितसूत्रम् अङ्गस्य उपधायाः अतः वृद्धिः निति अत्र यदि द्वितीयकार्यम् अस्ति यदि नित् अस्ति चेत् किं भवति इति उक्तम् अत्र उपधायायाम् अत् अस्ति चेत् तत् वृद्धि भवति प्रत्यये निति इति प्रत्यये परे यदि अङ्गम् अस्ति तत्र अङ्गं यदि उपधायां ह्रस्व अकारः अस्ति तस्य वृद्धिः भवति नित् नित् प्रत्यये उदाहरणं पठतु आम् महोदय चल् योगः इ चालि चालयति अत्र अकारस्य उपधायाम् अकारः अस्ति तत् आकारः भवति महोदय चालि इति वृद्धिः भवति अकारस्य आकारः भवति वृद्धिः भवति अतः चालयति चालयति अत्र चालियोगः शप् अकारः अस्ति चेत् किं गुणः भवति महोदय चाले चल् धातु अस्ति तत्र उपधायाम् अकारः निच् प्रत्ययः परे अस्ति यतः उपधायाः वृद्धिः भवति चाल् भवति चाली चाली इति धातु भवति तदनन्तरं चालयति इति रूपं भवति गुणं कृत्वा आम् तर्हि चालयति चालयति पुगन्तलघुपदस्य च इति सूत्रमस्ति द्वितीयकार्यम् अत्रापि सार्वधातुके आर्धधातुके च प्रत्यये परे पुगन्तस्य अङ्गस्य लघु उपधायस्य च इकः गुणः भवति पुक् अन्ते यस्य तत् पुगन्तं लघ्वि उपधा यस्य तत् लघु उपधा पुगन्तञ्च लघुपदाञ्च तयोः पुगन्तलघुपदं समाहारद्वन्द्वः यस्य पुगन्तलघुपदस्य च पदस्य पुगन्तलघुपदस्य षष्ट्यन्तं पदं च अव्ययपदं द्विपदमिदं सूत्रं मितेर्गुणः इत्यस्मात् गुणः इत्यस्य अनुवृत्तिः सार्वधातुक आर्तधातुकयोः इत्यस्य पूर्ण अनुवृत्तिः अङ्गस्य इत्यस्य अधिकारः इको गुणवृद्धि इत्यस्मात् परिभाषासूत्रात् इकः आयाति यत्र स्थानि न उक्तम् अनुवृत्तिसहितसूत्रं पुगन्तलघुपदस्य च अङ्गस्य इकः गुणः सार्वधातुक आर्धधातुकयोः वयं जानीमः महोदय पुगन्तलघुपदस्य इति सूत्रम् अत्र उपधाय इक् वर्णः अस्ति चेत् तत् गुण भवति अङ्गस्य अन्ते यदि पुक् अस्ति पुगन्त अङ्गम् अस्ति नो चेत् उपधायां लघु इक् वर्णः अस्ति तत्र गुणः भवति तर्हि अत्रापि पश्यतु अत्रापि सूत्रे इक् इति लिखितं नास्ति परन्तु इको गुणवृद्धिः इति सूत्रेण वयं ज्ञातुं शक्नुमः यत् उपधायाम् इक् वर्णः अस्ति चेत् गुणं भवति इति यत्र लिखितं नास्ति तत्र परिभाषासूत्रम् इको गुणवृद्धिः इति परिभाषासूत्रेण स्थानी इति किम् अस्ति ज्ञातुं शक्नुमः तर्हि एतादृश सूत्राणि सन्ति प्राप्नुवन्ति वा सर्वे तर्हि सप्तम अध्यायस्य तृतीयपादस्य चतुर्दश अधिक एकशतं सूत्रमस्ति मृजेर्वृद्धि पश्यति वा वन् वन् फोर् मृजेर्वृद्धि इति सूत्रमस्ति खलु पेज् 123 सप्तम अध्यायस्य तृतीयपादस्य 114 इति सूत्रं विजेर्वृद्धिः तर्हि पश्यतु मृजेर्वृद्धिः इति लिखितमस्ति तस्मात् आरभ्य 7331 पर्यन्तं वृद्धिप्रकरणम् इति अस्ति तर्हि अस्मिन् प्रकरणे वृद्धिः इति कुत्र कुत्र भवति व्याकरणे इति सर्वं लिखितमस्ति तर्हि वृद्धिः इति तस्य अनुवृत्तिः अग्रे अपि गच्छति तर्हि अत्र मृजेर्वृद्धिः अस्ति तदनन्तरम् अचोण् इति अस्ति तदनन्तरम् अत उपधाय अस्ति तर्हि सर्ववृद्धिप्रकरणम् एकस्मिन् स्थले एव अस्ति सर्वाणि सूत्राणि एकस्मिन् स्थाने सन्ति वृद्धिकृते वृजेर्वृद्धिः अचोण्णिति अत उपधाय इति अस्माभिः इदानीम् अचोण्णिति अत उपधाय इति सूत्राणि अस्माभिः पठितानि अस्ति परन्तु वृद्धिप्रकरणं तु अग्रे अपि गच्छति सप्तम अध्यायः तृतीयपादस्य एकत्रिंशत् सूत्रं पर्यन्तम् इति अस्ति अस्तु तर्हि अग्रे गच्छामः हा अग्रे तर्हि मगर् महोदय उदाहरणं पठतु चोरी हा महोदय चुर् योगः इ चोरी अत्र पुगन्तलघुपदस्य च इति सूत्रे अग्रे यदा चुर् भुवादयो धातवः इत्यनेन चुर् इत्यस्य धातुसंज्ञा चुर् योगः निच् चुटु हलन्त्यं तस्य लोपः अनुबन्धलोपः चुर् योगः इ पुगन्तलघुपदस्य च उपधायां लघु इकः गुण आर्धधातुकप्रत्ययपरे चोरि सनादन्ता धातवः इति सूत्रेण चोरि इत्यस्य धातुसंज्ञा अत्र चुर् धातु अस्ति तत् चुर् अस्ति तत् भुवादिभ्यो धातवः इति अनेन धातुसंज्ञा प्राप्नोति तदनन्तरं निच् योजयामः चेत् तत्र चुटु हलन्त्यं तस्य लोपः इति कारणेन इकार एव तिष्ठति. चुर् योगः आ अत्र पुगन्तलघुपदस्य इति सूत्रं कार्यं करोति. उपधायाम् इक् वर्णः अस्ति, अतः चोरि इति रूपं भवति. तदपि धातुसंज्ञा भवति. सनादन्तदातवः इति सूत्रेण चोरि अपि धातुसंज्ञा प्राप्नोति. सत्यं सत्यं. तर्हि एकमेव अत्र अस्मिन् क्रमे एकमेव सूत्रं नास्ति, यथा णिच् प्रत्यय केन सूत्रेण आगच्छति. दीर्घसूत्र महोदय हत्यापहत्याप यत्र चुर् इति भुवादेव धातवः इति संज्ञा अस्ति. म्यूट् करोतु. अत्र तदनन्तरं चुरादिभ्यो णिच् इति सूत्रेण अत्र दीर्घसूत्रं सत्यापपाश चुरादिभ्यो णिच् इति सूत्रेण णिच् प्रत्ययः आगच्छति. तत्र अनुबन्धलोपेण इत् संज्ञा भूत्वा चुर्योगः ई एव भवति. इदानीं पुगन्तलघुपदस्य च इति सूत्रेण चोरि इति भवति. चोरि इति सनाद्यन्ताः धातवः इति सूत्रेण नूतनधातुः प्राप्नोति. चोरि इति धातुः भवति. अस्तु अग्रे सुमित्रा महोदय अग्रे पठतु. एकवारं णिच् सहित धातु. एकवारं णिच् सहितधातुः निष्पन्नः तदा कर्तृर्थकसार्वधातुकप्रत्यये परे कर्तरि शप् इत्यनेन शप् विकरणप्रत्ययः विधीयते. सार्वधातुके कर्तरि प्रत्यये परे धातुः परं शप् प्रत्ययः भवति खलु. चोरि युगः शप् चोरि युगः अ सार्वधातुक आर्धधातुकयोः इत्यनेन इकः गुणः. चोरे युगः अ यचोयवायावः इत्यनेन अचि परे ए स्थाने ऐ आदेशः. चो युगः ऐ युगः अ चोरय इति अदन्तम् अङ्गं निष्पन्नम्. अत्र चोरि युगः शप् इति अस्ति. शप् इति विकरणप्रत्ययः. अत्र हलन्त्यम् इत्यनेन पकारः गच्छति. लशक्व अतद्धिते इत्यनेन शकारः गच्छति. अकारः एव तिष्ठति. आर्धधातुकसार्वधातुकयोः इत्यनेन क्षम्यतां सार्वधातुक आर्धधातुकयोः इत्यनेन इक् वर्णस्य गुणः भवति. एकारः प्राप्नोति चोरे इति. अनन्तरम् अकारः तिष्ठति. ए युगः अ यचोयवायवः इत्यनेन ऐ आदेशः भवति. अतः चो युगः अय भवति चोरय इति. सम्यक्. तर्हि चोरयति इति भवति. तर्हि इति सर्वं वयं जानीमः. कर्तृशप् इति सूत्रं किमस्ति, तेन चोरयति शप् प्रत्यय आगच्छति चोरयति इति. अस्तु. तर्हि उपरि एकवारम् एकं मया न उक्तं. तत्र अतः उपधाया सूत्रमस्ति खलु. तत्र अङ्गस्य उपधायाः अतः वृद्धिः निति. अत्र तु साक्षात् लिखितमस्ति यत् अकारस्य वृद्धिः. अतः इको गुणवृद्धिः इति सूत्रस्य प्रसक्तिः नास्ति. इको गुणवृद्धिः इति परिभाषासूत्रस्य प्रसक्तिः तत्रैव भवति. अत्र लिखितं नास्ति साक्षात् सूत्रे कस्य वृद्धिः भवति. अतः अचोन्निति इति सूत्रे लिखितं नास्ति कस्य वृद्धिः भवति. अतः तत्र इको गुणवृद्धिः इति परिभाषासूत्रम् आगत्य वदति इगन्त अस्ति चेत् इकारस्य उकारस्य इकारस्य वृद्धिः भवति. परन्तु अङ्गस्य उपधायः अतः वृद्धिः निति. अतः तु साक्षात् लिखितमस्ति यत् अतः नाम ह्रस्व अकारस्य वृद्धिः करणीयं वृद्धिः करणीयः. अतः तत्र इको गुणवृद्धिः परिभाषासूत्रस्य आवश्यकता नास्ति. साक्षात् अकारस्य आकारः भवति इति. तर्हि तत्र सुमन् महोदयाया प्रायः प्रश्नः आसीत् यत् अकारस्य अपि वृद्धिः भवितुं शक्नोति वा. आम् भवितुं शक्नोति, तस्य अकारस्य आकारः भवति. अतः उपधायः इति सूत्रे तु साक्षात् लिखितमपि अस्ति, अतः वृद्धिः. परन्तु यत्र लिखितं नास्ति तत्र इको गुणवृद्धिः इति परिभाषासूत्रं सहायतां करोति. अस्तु, तर्हि इदानीं समयः समाप्तमस्ति. तत्र अग्रिमरविवासरे अग्रे गच्छामः. कथं निघण्टाङ्गं भवति, तस्य निघण्टाङ्गस्य अङ्गकार्यं कथं भवति इति सर्वम् अग्रे पश्यामः. प्रश्नः अस्ति वा तस्य? अस्ति वा तस्य? धन्यवादः. धन्यवादः. धन्यवादः.